गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृण्वन्तु, पश्चात् पाठं प्रति गच्छेम। भगिनी एकवारं स्मारयतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् या भोगकरी यश सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न हि धनम् विद्या विहीनः पशुः। गुरुभ्यो नमः। धन्यवादः भगिनी। धन्यवादः भगिनी। अस्माकं विषयः द्वितीयाविभक्तिः। द्वितीयाविभक्तेः प्रसङ्गे कांश्चन अभ्यासान् वयं समापितवन्तः, बहून् अभ्यासान् वयं कृतवन्तः। एतं विषयम् आधारीकृत्य अस्माकं पुस्तके एका कथा स्थापिता, कथा अपि आरब्धा। कथायाः अवशिष्टभागः अस्ति, तस्य पठनं कुर्मः। अद्य कथां समापयाम। कथायाः शीर्षकं गीतोपदेशप्रसङ्गः। भगवद्गीतायाः द्वितीयाध्याये यदुक्तमस्ति व्यासेन, तत्सर्वम् अस्यां कथायां वाक्यरूपेण दत्तमस्ति, वाक्यरूपेण अस्यां कथायां स्थापितमस्ति। भगवद्गीतायाः प्रथमाध्यायस्य नाम अर्जुनविषादयोगः। तस्मिन् अध्याये किम् अभवत्? कुरुक्षेत्रयुद्धसमये युद्धभूमौ युद्धस्य आरम्भात् पूर्वं किम् अभवत्? तस्मिन् प्रसङ्गे कथा अस्ति। पाण्डवसेनापतिः भीष्मः सिंहनादं कृत्वा शङ्खनादं कृतवान्। तदनन्तरम् अन्ये सैनिकाः सर्वे अन्यान् वाद्यविशेषान् वादितवन्तः, युद्धार्थं शत्रून् आहूतवन्तः। तस्मिन् समये श्रीकृष्णः पार्थसारथिः भूत्वा महाभारतयुद्धे सारथ्यं कृतवान्, गीताञ्च बोधितवान्। तस्मिन् अवसरे अर्जुनः कृष्णं प्रति किम् उक्तवान्, किं पृष्टवान् इति एव अत्र प्रश्नः। कथां पश्यन्तु। भीष्मः शङ्खनादं कृतवान्, पश्चात् सर्वे सैनिकाः अन्यान् वाद्यविशेषान् वादितवन्तः, तत्पश्चात् पाण्डवाः अपि शङ्खनादं कृतवन्तः इति वाक्यात् आरभ्य अद्य एकवारं परिशीलयाम। व्याकरणांशाः के इति अवगन्तुं प्रयत्नं कुर्मः। कथायाः प्रसङ्गे भवन्तः सर्वे जानन्ति एव, तत्र वक्तुं किमपि नास्ति, केवलं व्याकरणांशान् परिशीलयाम। तदर्थं कथां पश्यन्तु। भूमा भगिनी आरम्भं करोतु। अर्जुनः स्वस्य रथस्य सारथिं श्रीकृष्णम् उक्तवान्। पाण्डवाः अपि शङ्खनादं कृतवन्तः। सर्वे पाण्डवाः, सर्वे सैनिकाः स्वस्व वाद्यान् वादितवन्तः। सः अर्जुनः स्वस्य रथस्य सारथिं श्रीकृष्णम् उक्तवान्। श्रीकृष्णः अर्जुनस्य रथं चालितवान्, स्वस्य रथस्य सारथिं, स्वस्य इत्युक्त्वा अर्जुनस्य। पाण्डवाः अपि शङ्खनादं कृतवन्तः इति वाक्यमस्ति, तस्मिन् वाक्ये किं किम् अस्ति? पाण्डवाः कर्तृपदं, पाण्डवः अकारान्तपुल्लिङ्गः, पाण्डोः अपत्यं पुमान् पुमांसः। किमर्थं पुमांसः इति वक्तव्यम्? पुमान् पुमांसि पुमांसः, बहुवचनं पुमान् पुमांसौ पुमांसः। उत्तमं। पाण्डवान् पाण्डवाः बहुवचनमस्ति, अपि अव्ययमस्ति। शङ्खनादं, शङ्खस्य नादं, शङ्खनादं, षष्ठी तत्पुरुषसमासः। शङ्खनादः प्रथमान्तं पदमस्ति, कर्मपदमस्ति खलु? हा, कृतवन्तः, कृ धातु, कृतवन्तः, तद्धितान्तपदम्। तद्धित इति न वदामः. तत्र भेदः कः? पदानि द्विधा भवन्ति, तिङन्तपदानि कृदन्तपदानि, अस्ति, पठति, गच्छति इत्यादीनि पदानि तिङन्तपदानि. कृदन्तपदानि सन्ति, कृदन्तपदानि इत्युक्ते धातुतः निर्मितानि पदानि एव, किन्तु तिङ् प्रत्ययः तस्य अन्ते नास्ति, कृत् प्रत्ययः अस्ति. कृतवन्तः इति पदं कृदन्तपदम् इत्युक्ते धातुतः निर्मितानि पदानि द्विधा भवन्ति, तिङन्तपदानि, कृदन्तपदानि. कृतवन्तः इति पदं कृदन्तपदं, कृदन्तपदम् अपि क्रियापदम् इव, तिङन्तपदम् इव कार्यं करोति. तिङन्तपदं भिन्नं, कृदन्तपदं भिन्नं. कृतवन्तः इति कृदन्तपदम् अस्ति. पाण्डवाः कृतवन्तः, तयोर्मध्ये सम्बन्धः कः? कर्तृपदं क्रियापदं सम्बन्धः तु अस्ति, अपि च विशेषणविशेष्यभावः अस्ति. कृतवन्तः इति पदं पाण्डवाः इत्यस्य विशेषणं भवति. पाण्डवाः कृतवन्तः, किं कृतवन्तः? शङ्खनादं कृतवन्तः. उत्तमम्. अत्र कृतवत् इति प्रातिपदिकम् अस्ति, अपि च क्तवतु इति प्रत्ययः अस्ति. क्रू धातुतः क्तवतु प्रत्ययस्य योजनेन कृतवत् इति प्रातिपदिकं सिद्ध्यति. क्तवतु प्रत्ययान्तपदानि त्रिषु लिङ्गेषु सम्भवन्ति. वक्तुमिच्छति वा? कृतवान्, कृतवती, कृतवत्. अपि च सप्तसु विभक्तिषु तस्य रूपाणि भवन्ति खलु? कृतवान् अस्ति चेत् कथं भवन्ति रूपाणि? कृतवन्तौ, कृतवन्तः, गुणीश गुणीशब्दवत् न कथं वक्तव्यं, भवत् शब्दवत् खलु? भवन्तौ, भवन्तः. उत्तमं. भवान्, भवन्तौ, भवन्तः, भवन्तं, भवन्तौ, भवतः, एवं रीत्या. किमर्थं चेत् अत्र प्रातिपदिकमस्ति तकारान्तप्रातिपदिकं, कृतवत् इति तकारान्तप्रातिपदिकम्. एवमेव भवत् शब्दस्य प्रातिपदिकमपि तकारान्तप्रातिपदिकम् एव. अतः भवत् शब्दवत् रूपाणि सप्तसु विभक्तिषु त्रिषु वचनेषु रूपाणि वक्तव्यानि पुंलिङ्गे. त्रिलिङ्गे कथं भवन्ति? कृतवती, नदी शब्दवत्, नदी शब्दवत्, कृतवत्यः. उत्तमम्. कृतवती, कृतवत्यौ, कृतवत्यः, कृतवतीं, कृतवत्यौ, कृतवती, कृतवतीः, एवं भवन्ति स्त्रीलिङ्गे. नपुंसकलिङ्गे अपि रूपाणि भवन्ति कृतवत्, कृतवती, कृतवन्ति, कृतवन्ति. कथं वक्तव्यं? तकारान्तपदमेव, किन्तु तकारान्त नपुंसकलिङ्गपदं. तकारान्तपदं वक्तुं जगत् इति पदस्य रूपाणि ज्ञातव्यानि. जगत् जगति, जगन्ति, जगत् जगती, जगन्ति. एवं रीत्या कृतवत् इति प्रातिपदिकस्य रूपाणि नपुंसकलिङ्गे वक्तव्यानि. वदतु. कृतवत्, कृतवती, कृतवन्ति. नपुंसकलिङ्गपदमस्ति इति कृत्वा द्वितीयाविभक्त्यामपि एवमेव. जगत् जगति, जगन्ति, जगत् जगति, जगन्ति. भवत् शब्दः अस्ति, किन्तु भवत् शब्दः तकारान्तपुंलिङ्गशब्दः, किन्तु जगत् शब्दः तकारान्त नपुंसकलिङ्गशब्दः. अतः जगत् शब्दवत् कृतवत् इत्यस्य रूपाणि नपुंसकलिङ्गे वक्तव्यानि. अपि च शङ्खः इति अकारान्तपदमस्ति. उत्तमं. शङ्खः इति पदं शमेः खः इति एकं सूत्रमस्ति. शमेः खः इति एकं सूत्रम्, ऊणादिप्रत्ययेन निर्मितं पदं शङ्खः. नद् धातोः रूपमेव पुंलिङ्गपदं भवति. नद् धातुतः नादः. अग्रिमं वाक्यं वदतु. अर्जुनः स्वस्य रथस्य सारथिं श्रीकृष्णम् उक्तवान्. अर्जुनः अकारान्तपुल्लिङ्गः रामशब्दवत्. स्वस्य, स्वस्य षष्टिविभक्ति, रथस्य विशेषणम् अस्ति. स्वस्य रथस्य, रथः अकारान्तपुल्लिङ्गमेव, सारथिः इकारान्तपुल्लिङ्गः, सारथिं द्वितीयाविभक्तिः अस्ति. श्रीकृष्णं, श्रीकृष्णस्य विशेषणमस्ति सारथिः, सारथिं. श्रीकृष्णम् अपि द्वितीयाविभक्तिः एव. उक्तवान् सकर्मकः. उत्तमं. सकर्मकः धातु, धातुः धातु इति कृत्वा कृदन्तमेव उक्तवान्. अत्र श्रीकृष्णम् इति पदस्य विशेषणं सारथिम् इति भवितुमर्हति. अहं किं वक्तुमिच्छामि, केचन धातवः द्विकर्मकधातवः सन्ति, किन्तु अस्मिन् वाक्ये कर्मपदद्वयं नास्ति. श्रीकृष्णः एव सारथिः, अतः तत्र श्रीकृष्णस्य विशेषणं भवितुमर्हति सारथिः इति पदं. किन्तु केचन धातवः द्विकर्मकाः सन्ति, तेषु वच् धातुः अपि अस्ति. अत्र श्रीकृष्णः इति पुंलिङ्गपदमस्ति, स्त्रीसहितः कृष्णः इति विग्रहवाक्यं वक्तुमिच्छामश्चेत् तत्र मध्यमपदलोपी कर्मधारयसमासः भवितुमर्हति. श्रीसहितः कृष्णः इति वक्तुं शक्यते. भगिनी, श्रीकृष्णेन इति वदामश्चेत् तत्र अणत्वं भवति वा? कृष्णेन न न भवति, अन्तिम मूर्धन्यनकारः नास्ति. किमर्थं नास्ति? शकार नकार मध्ये बाधकवर्णः उक्तवती. शकारः निमित्तमस्ति, शकारात् परं दन्त्यनकारः अस्ति, किन्तु मध्ये बाधकवर्णः अस्ति. बाधकवर्णः मूर्धन्यणकारः एव बाधकवर्णः. तत्र टवर्गीयव्यञ्जनं ट ठ डढण टवर्गीयव्यञ्जनम् अस्ति चेत् तत्र अणत्वं भवितुं न अर्हति. श्रीकृष्णेन इत्यत्र दन्त्यनकारयुक्तं रूपमेव लेखनीयम्. एवमेव षष्टि बहुवचनरूपमपि श्रीकृष्णानां दन्त्यनकारयुक्तं रूपमेव तत्र लेखनीयम्. उक्तवान् इति पदमस्ति. गोमती भगिनी, कृपया वदतु, उक्तवान् तत्र कीदृशं कार्यं भवति? अत्र सम्प्रसारणं भवति. धातुः अदादिगणीय वचम् इति धातुः अस्ति. अनुबन्धनिष्कासनानन्तरं वच् तिष्ठति. वच् योग तवतु प्रत्ययम् अत्र योजितं. वच् योग तवतु, तवतु अत्र वचि स्वपि यजादीनां किति इति सम्प्रसारणसूत्रमस्ति. सम्प्रसारणम् इत्युक्ते अत्र एणु वर्णः अस्ति, तत्र इक् वर्णः भवति सम्प्रसारणसमये. अतः वच् तत्र वकारस्य उकारः भूत्वा उच् इति भवति. उच् योग तवतु, उच् योग तवतु अत्र चोहोकुः कार्यं करोति. उच् योग उक् योग तवतु, तक् तवत् इति भवति. तवतु अत्र कित् कारणेन ककारः लशक्वत् अधीत इति सूत्रेण युत्संज्ञा भूत्वा तस्य लोपः सूत्रेण तस्य निष्कासनं भवति. अन्तिम उकारः अनुनासिकवर्णः, अतः तदपि इत्सर्ण इत्संज्ञकवर्णः, तस्य लोपः अपि भवति. केवलं तवत् तिष्ठति. उक् योगः तवत् अत्र उक्तवत् इति रूपं भवति. उक्तवत् इति प्रातिपदिकं पुल्लिङ्गवचनं, प्रथमपुरुष एकव सोरि प्रथमाविभक्ति एकवचनम् उक्तवान्, स्त्रीलिङ्गम् उक्तवती, नपुंसकलिङ्गम् उक्तवत् इति. उत्तमं, धन्यवादः भगिनी. अत्र धातुः वच्, वच् धातुः आदादिगणे अस्ति, अतः वक्ति इति रूपमस्ति. वदति इत्यस्मिन् स्थाने वक्ति इति रूपमपि साधु एव. अत्र यण्सन्धेः विपरीतं कार्यं सम्प्रसारणं नाम्ना एकं कार्यं भवति. भगिन्या उक्तमेव, वचिस्वपि यजादीनां किति सूत्रेण भवति. भूमा भगिनी, सारथिः इति शब्दस्य रूपाणि द्वितीया पर्यन्तं वदतु. सारथिः, सारथी, सारथयः, सारथिं, सारथि, सारथीम्. उत्तमं. सृ, सृधातुतः सरति इति पदम् आयाति खलु. सरति अश्वान् इति सारथिः, सरत्यश्वान् इति सारथिः. सृधातोः रूपम् इति मया दृष्टमासीत्. साधु, अग्रे गन्तव्यम्. अरविन्द महोदय, भवान् वदतु अग्रे किं लिखितम्. अच्युत, सेनयो मध्ये मम रथं स्थापय. अत्र युद्धार्थम् उपस्थितवान् सर्वान् अहं द्रष्टुम् इच्छामि इति. अच्युतः इति सम्बोधन. अत्र विसर्गः नास्ति खलु? नास्ति, विसर्गः अस्ति, सम्बोधन एव अस्ति इति कृत्वा विसर्गः नास्ति. हे अच्युत. विसर्गः अस्ति चेत् किं भवति? प्रथम एकवचन अच्युतः, अच्युतौ, अच्युताः इति वदन्ति. अच्युतप्रसङ्गे वदतु. यस्य च्युति नास्ति सः अच्युत इति बहुव्रीहि अहं चिन्तयामि. नञ् पुरुष अपि भवितुम् अर्हति. न च्युति अच्युति, यः then after that bahuvrihi नैतत्पुरुषसमासः अस्ति. नैतत्पुरुषसमासः अस्ति इति कथं ज्ञातवान्? इति पूर्ववर्ती वर्णेन निषेधं सूचयति. प्रसिद्धप्रतिषेध इति कोऽपि अर्थे आ इति उपयोगं करोति तत्र इति कृत्वा तत्र आ योगः च्युत इति रूपम् इद सति. उत्तमं, तदेव महोदय. व्याकरण अंशान् पश्यामश्चेत् केवलं च्युत तावत्पर्यन्तमेव स्वीकुर्मः चेत् च्योय् इति धातुः अस्ति. च्योय् इति अन्ते कवर्गे अन्तिमव्यञ्जनं ञकारयुक्तं रूपं. च्योय् इति धातुः अस्ति. ञकारः इति संज्ञकः अस्ति इति कारणतः सः धातुः आत्मनेपदी धातुः. तस्य रूपं च्यवते च्यवते इति लट्लकाररूपम् अस्ति. च्यु धातुतः क्ता इति प्रत्ययस्य योजनेन च्योत इति पदं क्तान्तरूपमेव. च्युत इति क्तान्तरूपं, च्युतिः इति क्तिन् प्रत्ययान्तरूपम् अस्ति. अत्र नैतत्पुरुषसमासः अस्ति. न च्युतः अच्युतः. शब्दकोशे किं लिखितम्? अच्युतः इत्युक्ते नित्यः शाश्वतः. न च्यवते स्वरूपतः. अपि च अच्युत सेनयोर्मध्ये. सेनयोर्मध्ये इति वदामश्चेत् तत्र सन्धिकार्यं किं वदतु? सेनयो मध्ये इति सेनयोर्मध्ये इति विसर्गस्य रेफ भवितुम् अर्हति. सेनयोः इति विसर्गस्य विसर्जनस्य सह ससजुषोरु इति कृत्वा रेफस्य अनन्तरं सेनयोर्मध्ये इति भवितुम् अर्हति. उत्तमम्. अत्र पृथक्तया लिखितमस्ति किन्तु श्लोके सन्धिकार्यं कृत्वा सेनयोर्मध्ये इति दृश्यते. दृश्यते खलु. तत्र द्वितीयं भाट्टसूत्रं कार्यं करोति. इचः परस्य विसर्जनीयस्य रेफः अखरि इति द्वितीयं भाट्टसूत्रम्. इचः परस्य विसर्गस्य स्थाने रेफादेशः भवति इति कृत्वा सेनयोर्मध्ये इति उक्तमस्ति. सेनयोर्मध्ये इति सप्तम्यन्तं पदमस्ति. मम प्रसङ्गे वदतु. अस्मत् शब्दस्य रूपमस्ति मम रथम् इति कृत्वा षष्टिरूपमस्ति. षष्टि एकवचनं षष्टिरूपाणि वक्तुमिच्छामश्चेत् मम आवयोः अस्माकं खलु. आम्. स्थापय वदतु. स्थापय इति मध्यमपुरुष एकवचनमस्ति वा? स्थापय त्वं स्थापय इति कृत्वा मध्यमपुरुष एकवचनं भवति. स्था इति धातुत स्था तिष्ठति इति लोट्लकार प्रथम एकवचनं. अत्र तु न लट्लकार यत्र तु लोट्लकार मध्यमपुरुष एकवचनम् अस्ति. स्थापय. उत्तमम्. अत्र स्थापयतु, स्थापयतां, स्थापयन्तु, स्थापय, स्थापयतम्, स्थापयत एवं रूपाणि भवन्ति. लोट्लकार मध्यमपुरुष एकवचनरूपं दत्तमस्ति. लट्लकाररूपाणि स्थापयति, स्थापयतः, स्थापयन्ति इति रूपाणि भवन्ति. इतोपि वक्तुमिच्छति वा अस्मिन् प्रसङ्गे? किं किं विवक्षा अस्ति? रूपसिद्धिः कथं भवति? स्थापय इति पदस्य अस्ति वा? स्था इति स्था धातुतः स्था इति आदेशः भवति भगिनि. व्याकरणवर्गे किं पठितवन्तः? मूलधातोः रूपं ष्ठा अस्ति. शोपदेशधातुः अस्ति इति कृत्वा धात्वादेः शहसः सूत्रेण ष्ठा धातुतः स्था इति रूपम् आयाति इति पठितं. गोमती भगिनी कृपया स्मारयतु अत्र किं किं भवति रूपसिद्धौ. प्रथमं षकारस्य सकारः भवति. स्था इति धातुरूपं. स्था अत्र प्रेरणार्थे णिच् भवति. स्था योगः णिच् प्रेरणार्थे णिच्. णिच् अत्र अर्तिह्रीश्री क्लीक्ष्मायां नो नौ सूत्रं किम् इत्युक्ते अर्ति ह्रि व्लीक् नोयी क्ष्मा यातां पुङ्नौ. आं भगिनि, इति एतत्तु आकारान्त धातुः अस्ति स्था, अतः तत्र पुक् आगमः भवति येन सूत्रेण. अतः स्था धातोः पुक् आगमः भवति आद्यन्तौ तकितौ इति सूत्रेण स्था योग प योग स्थापि स्थापि इति नूतनधातुः आतिदेशिकधातु. स्थापि योगः शप् आयाति, शप् आयाति तु आ एव तिष्ठति. स्थाप् तत्र स्थापि योगः आ भवति, गुणः भवति. स्थापे योग आ भवति, अनन्तरम् एचो यवायावः कार्यं करोति. स्थापय स्थापय भवति, स्थापय योग आ स्थापय इति रूपम्. अत्र स्थापयति इति लट्रकाररूपम्, अत्र लोट्लकाररूपं. स्थापयतु इति स्थापयतु इति प्रथमपुरुषरूपम् अस्ति, अत्र मध्यमपुरुष एकवचनरूपं स्थापय इति दत्तमस्ति. उत्तमम्. स्था धातोः अण्यन्तरूपम् अणिजन्त लट्लकाररूपम् अस्ति तिष्ठति. किन्तु अत्र अणिजन्तरूपं दत्तमस्ति, णिच् प्रत्ययः योजितः, अतः स्थापि इति नूतनधातुः. णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. स्थापि इति नूतनधातुः, किन्तु मूलधातुः स्था अस्ति. स्थापयति लट् रूपं, स्थापयतु, स्थापयतां, स्थापयन्तु, स्थापय, स्थापयतं, स्थापयत, स्थापयानि, स्थापयाव, स्थापयाम इति रूपाणि भवन्ति. अर्ति ह्रि व्लीक् नुयि क्ष्मा यातां पुक् नौ. णौ इति कथनेन णकारादिप्रत्यये परे इति अर्थः अस्ति. पुक् इति कथनेन पुक् कित् अस्ति, पुक् आगमः भवति, आगमाः त्रिधा भवन्ति इति अस्माभिः पठितम्. टितः सन्ति, चितः सन्ति. आगमः कित् अस्ति चेत् अन्ते आयाति, टित् अस्ति चेत् आदौ आयाति. अत्र स्था इति धातोः अन्ते पुक् आगमः अस्ति इति कृत्वा स्थायोगः पकारः योगः ईकारः, ईकारः णिच् इत्यस्मात् आगतः, तेन स्थापि इति नूतनधातुः. साधु भगिनि, तदेव. अरविन्द महोदय, इतोपि अत्र किं लिखितं पठतु. अत्र युद्धार्थम् उपस्थितवान् सर्वान् अहं द्रष्टुम् इच्छामि इति. अत्र अत्र अधुना इति अर्थे अत्र इति अव्ययमुक्तं. युद्धार्थम् इति युद्धाय इति तादर्थे चतुर्थी इति अर्थं तत्र योजितमस्ति. युद्धार्थम् उपस्थितवान् तत्रापि स्था धातुः अस्ति, उप इति उपसर्ग, स्था धातुः तवतु प्रत्यये योजयित्वा निजन्तं नास्ति इति कृत्वा यकार न दृश्यते. उपस्थितान् इति रूपमस्ति. सर्वान् इति बहुवचनं, प्रथमविभक्ति सर्वशब्दस्य बहुवचनम् अस्ति. अहं द्रष्टुम् इच्छामि, अहम् अस्मच्छब्दस्य प्रथम एकवचनं. द्रष्टुम् इति तुमुनन्तं द्रष्टुं दृश् धातुतः द्रष्टुम् इति रूपम्. इच्छामि इति तथापि उत्तमपुरुष एकवचनं, इच्छामि इति इच् धातुतः इच्छामि इति रूपमस्ति. अत्र इति पदमस्ति खलु, अस्मिन् प्रदेशे इति कथनेन सप्तम्यर्धे, सप्तमी विभक्त्यर्धे त्रल् इति प्रत्ययस्य योजनेन अत्र इति पदं सिद्ध्यति. युद्धार्थम् इत्यत्र युद्धाय इदम् इति विग्रहवाक्यं वक्तव्यं भवति. चतुर्थी तत्पुरुषसमासः अस्ति. युद्धार्थम् उपस्थितान् तत्र सन्धिकार्यं नास्ति. किमर्थं चेत् मकारात् परम् उकारः अस्ति, उकारः अचुवर्णः, हल् वर्णः नास्ति, अतः मोनुस्वारः कार्यम् अत्र नास्ति. उपस्थित इति प्रातिपदिकम् अस्ति. उपस्थित इति प्रातिपदिकात् द्वितीयाविभक्ति बहुवचनरूपम् उपस्थितान् इति रूपं सिद्ध्यति. अत्र कृतान्तरूपम् अस्ति, न तु कृतवत्वन्तरूपम्. अस्तु अस्तु, उपस्थित द्वितीयबहुवचनमस्ति. उत्तमम्. अत्र उप उपसर्गपूर्वकः स्था धातुतः क्ता प्रत्ययस्य योजनेन उपस्थिता इति प्रातिपदिकम् उपस्थिता इति प्रातिपदिकात् त्रिषु लिङ्गेषु क्तान्तरूपाणि सम्भवन्ति. एकवारं वदतु, त्रिषु लिङ्गेषु रूपाणि कथं भवन्ति? उपस्थिता उपस्थिता आदौ पुंलिङ्गे वदतु. रामशब्दवत् पुंलिङ्गे भवन्ति. उपस्थिता उपस्थितौ उपस्थिताः इति प्रथमविभक्तिः पुल्लिङ्गे भवति. स्त्रीलिङ्गे उपस्थिता इति दीर्घाकारमालशब्दवत् भवति. उपस्थितम् इति नपुंसकलिङ्गं भवति. उत्तमं. फलशब्दवत् रूपाणि वक्तव्यानि. अत्र तावत् रूपं वक्तुमिच्छामश्चेत् उपस्थितवतम् उपस्थापयितुम् उपस्थितवान् उपस्थितवान् ओ इडागम भवति. अत्र तु क्तान्तरूपं दत्तमस्ति. तावत् रूपं वक्तुमिच्छामश्चेत् उपस्थितवान् उपस्थितवती उपस्थितवत् इति रूपाणि भवन्ति क्तवतु योजनेन, खलु? आम्. उपस्थित इति प्रातिपदिकं सिद्ध्यति. कथं सिद्ध्यति? धातुः स्था अस्ति, किन्तु अत्र स्थित इति किमर्थं भवति इति प्रश्ने सति तत्र एकं विशिष्टं सूत्रम् आवश्यकम्. द्यतिष्यति मास्थाम् इत्तिकिति इति एकं सूत्रमस्ति. द्यतिष्यति मास्थाम् इत्तिकिति. तत्र स्था धातोः प्रसङ्गे कित् प्रत्यये परे इकारादेशः भवति इति सूत्रं वदति. अत्र क्ता प्रत्ययः क्तवतु प्रत्ययः कित् प्रत्ययौ, एतौ द्वौ कित् प्रत्ययौ, अतः इकारादेशः भूत्वा स्था इत्यस्य आकारः स्थी भवति. तदर्थमेव उपस्थित इति रूपं सिद्ध्यति. इच्छामि इत्यत्र धातुः इष् धातुः. इष् धातुतः इषु गमीयमां छः सूत्रेण छकारादेशः पश्चात् छेच पश्चात् च्युत्वम् एतत् सर्वं भूत्वा इच्छामि इति रूपं सिद्ध्यति. महोदय, अत्र पश्यतु, द्रष्टुम् इति पदमस्ति. अत्र धातुः कः? दृश्यधातु अस्ति. दृश्य धातु धातुतः दृश्य योगः तुमुन्. दृश्ययोगः तुमुन् इति कथनेन द्रष्टुम् इति भवितव्यं खलु? तत्र शकारस्य शकारादेशः भवति. तत्तु साधु. दृश्धातुः तालव्यशकारान्तधातुः. तालव्यशकारान्तधातुः अस्ति इति कृत्वा भ्रश्च भ्रश्च इति एकं दीर्घं सूत्रमस्ति. झषां शः छषां शः इति उक्तमस्ति. इत्युक्ते छकारान्तधातुः अथवा तालव्यशकारान्तधातुः अस्ति चेत् तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति. तेन सूत्रेण शः इति कथनेन तस्मिन् सूत्रे शा इति प्रथमान्तं पदमस्ति इति कृत्वा तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति. पश्चात् ष्टुत्वं भवति. ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं भवति. एतत् सत्यमेव. अत्र धातुः दृशिर् लौकिकधातुः दृश् अस्ति. अत्र इतोपि कार्यमस्ति खलु? ऋकारस्य रेफा अर् भवति. तत् गुणकार्यमस्ति वा? अत्र एकं विशिष्टं सूत्रमस्ति. अहम् अपि दृष्टवती, तदर्थं वक्तुं शक्नोमि. तत्र एकं विशिष्टं सूत्रम् आवश्यकम्. सृजुदृशोर्झल्यमकिति. सृजुदृशोर्झल्यमकिति. अकित् प्रत्यये परे अकित् प्रत्ययः. अकिति इति उक्तमस्ति सूत्रे. झलादि अकित् प्रत्यये परे अत्र प्रत्ययः तुमुन् अस्ति. तुमुन् प्रत्ययः कित् नास्ति. झलादिप्रत्ययः इत्युक्ते तकारः झल् प्रत्याहारस्थवर्णः. इदं सूत्रं केवलं सृजुधातोः प्रसङ्गे दृश्धातोः प्रसङ्गे एव कार्यं कर्तुं शक्नोति. तदर्थमेव सृजुदृशोर्झल्यमकिति इति सूत्रेण दृश् इत्यस्य रूपं द्रश् भवति. द्रष्टुम् इत्यत्र एवमेव लेखनीयम्. यद्यपि धातुः दृश् अस्ति, तथापि अत्र रूपं दकारः रेफः. रेफसहितं रूपमेव लेखनीयम्. द्रष्टव्यं, तत्रापि एतादृशं कार्यमेव भवति. द्रष्टा, द्रष्टा इति रूपं तृच् प्रत्ययान्तरूपं. द्रष्टृ इति प्रातिपदिकमस्ति. द्रष्टा इत्यत्रापि इदं कार्यमेव भवति. किन्तु कृतान्तरूपं किं भवति? सुजाता भगिनी उक्तवती दृष्टवान्. दृष्टवान् दृष्टः. तत्र प्रत्ययः कित् अस्ति इति कारणतः सृजिदृशोर्झल्यमक् इति सूत्रस्य प्रसङ्गः तत्र नास्ति. किमर्थं चेत् धातोः परं कित् प्रत्ययः अस्ति इति कारणतः तत्र अस्य सूत्रस्य कार्यं नास्ति. किन्तु अकित् प्रत्यये परे सृज् धातोः प्रसङ्गे दृश् धातोः प्रसङ्गे विशिष्टसूत्रेण द्रष्टुं, द्रष्टा, द्रष्टव्यम् इत्यादीनि रूपाणि भवन्ति. किन्तु क्तान्तरूपं दृष्टः, तावत् रूपं दृष्टवान्. एवमेव सृज् धातोः प्रसङ्गे अपि भवति स्रष्टा, स्रष्टुं, स्रष्टव्यम् इति रूपं भवति. किन्तु क्तान्तरूपं सृष्टः, तत्र भेदः अवगन्तव्यः, भेदम् अवगम्य रूपं लेखनीयम् इति एका वार्ता. साधु महोदय, अत्र स्थापयति इति रूपमस्ति. स्थापयति इत्यस्य क्त्वान्तरूपं स्थापयित्वा, किन्तु ल्यबन्तरूपं वक्तुमिच्छामश्चेत् संस्थाप्य. इमानि पदानि स्था धातोः रूपाणि, किन्तु धातुः मूर्धन्यषकारादिधातुः उपदेशावस्थायाम् इति कथा. गीताञ्जलि भगिनी, भवती वदतु अग्रे किं लिखितम्. श्रीकृष्णः तेनयोः मध्ये रथं स्थापयित्वा उक्तवान् पार्थ, अत्र समवेतान् सर्वान् कुरून् पश्य इति. श्रीकृष्णः उक्तवान्, श्रीकृष्णः तु प्रथमा एकवचन अकारान्त. उक्तवान्, उक्तवान् अपि तव तु वच् धातु सः आयाति, यथा गोमती भगिनी पूर्वस्मिन् उक्तवती. वच् धातुतः सम्प्रसारणकार्यं भूत्वा उक्तवत् इति प्रातिपदिकं पुंलिङ्गम् एकवचनरूपम् उक्तवान्. श्रीकृष्णः उक्तवान्, कुत्र उक्तवान्? सेनयोः मध्ये, तत्र मध्ये सप्तमी. सेनयोः तु षष्ठी द्विवचनं रूपमस्ति. सेनयोः इत्युक्ते द्वयोः सेनयोः मध्ये. रथं स्थापयित्वा इत्युक्ते किं स्थापयित्वा? रथं स्थापयित्वा द्वितीय, तत्र स्थापयित्वा भवती अधुना एव उक्तवती स्वान्तरूपं स्था धातुतः. ल्यबन्तं योजयतु. ल्यबन्तं संस्थाप्य, उपस्थाप्य. उत्तमं भगिनी, अत्र इडागमः किमर्थमस्ति? स्थापयित्वा तत्र त्वान्त इति वल् प्रत्याहारे अस्ति, अस्ति चेत् इडागम भवति. सूत्रमस्ति अर्धधातुकस्य एड् वलादेः, अर्धधातुकस्य वलादेः. साधु उक्तवती क्त्वा प्रत्ययस्य अवशिष्टभागः त्वा अस्ति. त्वा इत्यत्र यः तकारः अस्ति, तकारः वलादिवर्णः. क्त्वा प्रत्ययः आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारस्थवर्णः तकारः अस्ति इति कारणतः सः प्रत्ययः इडागमयोग्यः, खलु? आं भगिनि. अत्र धातुः कीदृशः? कीदृश इत्युक्ते इडागमकार्यं भवितुं धातौ अपि आनुकूल्यम् आवश्यकं, खलु? धातु सेट् अस्ति. सेट् अस्ति इति कथं ज्ञातवती? तत्रापि एकं सूत्रम् अस्ति, तदपि विस्मरामि. चिन्ता मास्तु. अत्र किं वक्तुमिच्छामि इत्युक्ते एकाच उपदेशे अनुदात्तात् इति सूत्रमस्ति. अत्र तु स्थापि इति नूतनधातुः. स्थापि इति कथनेन अत्र धातुः अनेकाच धातुः, खलु? आं भगिनि. आपि इ धातुः अनेकाच अस्ति चेत् तस्मिन् धातौ इडागमस्य कृते आनुकूल्यं वर्तते, खलु? स्थापि, स्थापि इति अनेकाच अस्ति चेत् सेट् अस्ति तत्र. उत्तमं. धातुः अनेकाच अस्ति, अपि च कृत्वा प्रत्ययः आर्धधातुक वलादिप्रत्ययः. अत्र किं वक्तव्यम्? अनेकाच धातवः सेटः भवन्ति इति मुख्यविषयः. अत्र स्थापि इति अनेकाच धातुः. अग्रे करोतु. पार्थ इति तु सम्बोधनरूपमस्ति. हे पार्थ, अत्र समवेतान् सर्वान् कुरून् पश्य इति क्रियापदं पश्य मध्यमपुरुष एकवचन दृष्धातुतः आयाति लोट् रूपं पश्य समवेतान् सर्वान् कुरून् इति कुरून् पश्य कीदृशकुरून् समवेतान् सर्वान् विशेषणद्वयं स्तः तत्र सर्वान् तु वयं जानीमः रूपं सर्वः सर्वे तु बहुवचन सर्वः सर्वौ सर्वे वा उत्तमं पुंलिङ्गे सर्वः सर्वौ सर्वे स्त्रीलिङ्गे वदतु सर्वा सर्वे सर्वाः वा उत्तमं नपुंसकलिङ्गे सर्वं सर्वे सर्वाणि उत्तमं फलशब्दवत् रूपाणि भवन्ति अपि च अणत्वं वक्तव्यं सर्व इत्यस्मिन् प्रातिपदिके रेफः अस्ति इति कारणतः त्रिषु लिङ्गेषु सप्तसु विभक्तिषु केषुचित् स्थलेषु अणत्वकार्यं कृत्वा रूपं लेखनीयम् इति वार्ता सम् उपसर्गपूर्वकः अव उपसर्गपूर्वकः ई धातुतः कृताप्रत्ययस्य योजनेन समवेत इति प्रातिपदिकं सिद्ध्यति अपि च कुरुशब्दस्य रूपाणि वदतु कुरून् इति द्वितीय बहुवचनरूपम् इत्युक्ते कर्मपदं कुरून् कुरु उकारान्तपदम् अस्ति गुरुवत् अस्ति अन्य किं वदामि भगिनि भवती किम् उक्तवती दृश् धातोः रूपमेव पश्य धातुः दृश् अस्ति किन्तु रूपं पश्य अस्ति किमर्थं तथा तत्र एक विशिष्टसूत्रम् अस्ति तेन दृश् पश्य भवति पा घ्राद् मा स्था ना तत् कार्यं कुत्र भवति इत्युक्ते तत्र निमित्तं किम् क्षितिपरे इत्युक्ते शप् तत्र शप् अस्ति लट्लकारे शप् अस्ति क्षितिपरे दृश् पश्य भवति शप् कुत्र आयाति शप् इति उक्तवती शप् इति विकरणप्रत्ययः केषु केषु लकारेषु आयाति शप् लट् लट् लोट् लङ् विधिलिङ् उत्तमम् चतुर्षु लकारेषु सार्वधातुकलकारेषु एव आयाति इति कृत्वा पश्यति इति एकं रूपम् अस्ति लट्लकाररूपं पश्यतु लोट्लकाररूपम् अस्ति अपश्यत् इति लङ्लकाररूपम् अस्ति विधिलिङ्लकाररूपं पश्येत् अस्ति एतेषु चतुर्षु लकारेषु एव विशिष्टसूत्रेण दृश् धातुतः पश्य आदेशः भवति इति दृश् धातुः इरित् धातुः इति वक्तव्यम् अस्ति इर् इति समुदायस्य इति संज्ञा करणीया तत्र खलु संज्ञावाच्या इरः इति संज्ञावाच्य इति वार्तिकमस्ति पश्य इति रूपस्य साधनवेलायां सूत्रद्वयं सिद्धतिङ् प्रत्ययस्य निर्माणार्थम् आवश्यकं सेरिहपिच्च अतो हेः इति सूत्रद्वयम् आवश्यकं सेरिहपिच्च इति सूत्रेण सि इति प्रत्ययस्य स्थाने हि आदेशः भवति किन्तु अदन्ताङ्गेषु अतो हेः इति सूत्रेण तस्य लोपः भूत्वा पठ पश्य गच्छ इत्यादीनि रूपाणि सिद्ध्यन्ति अदन्त अङ्गेषु एव हि प्रत्ययस्य लुक् भवति प्रत्ययस्य लोपः भवति इति कारणतः पश्य पठ खाद इत्यादीनि रूपाणि सिद्ध्यन्ति चेत् लोपः जातः उत्तमं सूत्रमेव अतो हेः अतो हेः साधु भगिनि रोहिणी भगिनी भवती वदतु अग्रे किं लिखितम् अर्जुन तत्र पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् शुशुरान् सुहृदश्च दृष्टवान् तावत् वदतु अर्जुनः दृष्टवान् इति तत्र प्रत्ययस्य तत् शब्दस्य सप्तमी रूपं तत्र पितॄन् पितृशब्दस्य द्वितीय बहुवचनं पितामहान् पितामहशब्दस्य अपि द्वितीय बहुवचनम् आचार्यान् आचार्यशब्दस्य द्वितीय बहुवचनरूपं मातुलान् मातुलः इति शब्दस्य द्वितीय बहुवचनं मातुलान् भ्रातृन् भ्रातृशब्दस्य द्वितीयबहुवचनं भ्रातृन् पुत्रान् पुत्रशब्दस्य द्वितीयबहुवचनं पौत्रान् पौत्रशब्दस्य द्वितीयबहुवचनं सखीन् सखीशब्दस्य द्वितीयबहुवचनं शुश्रान् शुश्रः शब्दस्य द्वितीयबहुवचनं सुहृदः च सुहृदः अहं किञ्चित् वक्तुमिच्छामि पूर्वस्मिन् वाक्ये पश्य इति दत्तमस्ति तत्र किं ज्ञातव्यं यथा गीताञ्जलिभगिन्या उक्तं सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्ग् लकारेषु एव पश्य आदेशः भवति इति कृत्वा तादृशानि रूपाणि सिद्ध्यन्ति किन्तु लृट् लकाररूपं पश्यामश्चेत् द्रक्ष्यति तत्र पश्य आदेशः न भवति लृट् लकारः आर्धधातुकलकारः अतः तत्र रूपं द्रक्ष्यति अस्ति रोहिणी भगिनी पितॄन् तत्र प्रातिपदिकं किं रूपाणि द्वितीयापर्यन्तं वदतु पितृशब्दः पिता पितरौ पितरः पितरं पितरौ पितॄन् उत्तमं पाति रक्षति अपत्यम् इति पिता गुणादिसूत्रेण निर्मितम् इति मया दृष्टमस्ति पाधातोः रूपं खलु पाति पाधातुतः पाति इति रक्षणार्थे अदादिगणे धातुः अस्ति पाधातोः रूपं पाति पाति इति लट्लकाररूपम् अस्ति तस्य रूपमेव पाहि पाहि इति लोट्लकार मध्यमपुरुष एकवचनरूपं पाहि तत्र धातुः पा अस्ति पाधातुतः निर्मितं पदमेव पिता इति पितामहः पितामहः इत्युक्ते कः पितृः पिता कथं वक्तव्यं पितुः पिता पितुः इति तस्य विभक्तिः का षष्टिविभक्ति एकवचनं स्त्रीलिङ्गे वदतु मातामही उत्तमं मातामहः मातामही पितामहः स्त्रीलिङ्गे पितामही नदीशब्दवत् रूपाणि वक्तव्यानि अत्र तु रामशब्दवत् पितामहः इत्यस्य रूपाणि वक्तव्यानि पितुः पिता पितामहः मातामहः इत्युक्ते मातुः माता मातुः माता इति मातामही मातामही मातुः माता उत्तमं पितामही मातामही इत्यत्र नीश् इति स्त्रीप्रत्ययः अस्ति पितामहशब्दस्य रूपाणि वदतु पितामहः पिता रामशब्दवत् पितामहौ पितामहः पितामहं पितामहौ पितामहान् उत्तमं मातुलः रामशब्दवत् रूपाणि वक्तव्यानि भ्राता प्रातिपदिकं किं रूपाणि द्वितीयापर्यन्तं वदतु भ्रातृशब्दस्य भ्राता भ्रातरौ भ्रातरः भ्रातरं भ्रातरौ भ्रातॄन् उत्तमं पुत्रशब्दात् एव पौत्र इति पदम् आगतं खलु वदतु पुत्रस्य पुत्रः पौत्रः सखीन् इति कीदृशं पदम् इकारान्तसखीशब्दस्य द्वितीयबहुवचनम् शब्दस्य प्रसङ्गे सप्तसु विभक्तिषु रूपाणि अस्माभिः ज्ञातव्यानि किमर्थं चेत् इदं पदम् इकारान्तपुंलिङ्गपदं किन्तु रूपाणि कथं भवन्ति वक्तुमिच्छति वा सखी सखी सख्यौ न जानामि चिन्ता मास्तु कोऽपि वक्तुमिच्छति वा अहं वदामि वदतु सखी इति ह्रस्व इकारान्त पुल्लिङ्गशब्दः सखा सखायौ सखायः सखायं सखायौ सखीन् उत्तमम् प्रथमाविभक्ति रूपाणि सखा सखायौ सखायः सखायं सखायौ सखीन् सखी इति एकं स्त्रीलिङ्गपदम् अस्ति तद्भिन्नं किन्तु अत्र पदमस्ति पुंलिङ्गपदं सखी इति प्रातिपदिकं किन्तु प्रथमाविभक्ति एकवचनरूपं सखा सखा सखायौ सखायः एवं रूपाणि भवन्ति किञ्चित् भिन्नं पदमस्ति तस्य रूपाणि एकवारं पश्यन्तु भवन्तः सर्वे अत्र एकः विशेषः अस्ति देवसखः प्रियसखः बालसखः कृष्णसखः इत्यादीनि पदानि समस्तपदानि समस्तपदनिर्माणावसरे राजाः सखिभ्यस्टच् इति एकं सूत्रमस्ति समासान्तप्रत्ययः गोमति भगिनि अस्ति समासवर्गे वयं पठितवन्तः बट् वी हैव नॉट लर्न्ड इट प्रॉपर्ली समस्तपदनिर्माणावसरे उत्तरपदं सखिशब्दः अस्ति चेत् विशिष्टसूत्रेण राजाः सखभ्यश्टच् इति सूत्रेण टच् इति समासान्तप्रत्ययः विहितः भवति, अपि च यस्येति च इति सूत्रेण अचुवर्णस्य लोपः. समस्तपदं तु प्रियसखः, देवसखः, बालसखः, कृष्णसखः. कृष्णसखः इति कथनेन कृष्णस्य सखा इति एव अर्थः अस्ति. प्रातिपदिकं सखि इति अस्ति, किन्तु पुंलिङ्गपदं समस्तपदम् अकारान्तपदं भवति इति तत्र वार्ता अस्ति. स्त्रीलिङ्गसखीशब्दस्य रूपाणि नदीशब्दवत् वक्तव्यानि. सखी, सख्यौ, सख्यः. सखीं, सख्यौ, सखीः नदीशब्दवत् तत्र रूपाणि वक्तव्यानि, किन्तु अत्र पदं भिन्नं, रूपाणि भिन्नानि. अपि च सुहृदाश्च इति रूपम् अस्ति. सूर्यकुमारी भगिनी, सुहृदाश्च इत्यत्र रूपाणि वक्तव्यानि, अपि च सन्धिकार्यमपि वक्तव्यं, वदतु. सुहृत् प्रातिपदिकमस्ति, तकारान्तप्रातिपदिकं. सुहृतः सुहृत् तकार प्रथमाविभक्ति एकवचने रूपद्वयं. सुहृत् इति एकं रूपं, सुहृद् इति अन्यद् रूपं. दकारयुक्तं रूपम् एकं, तकारयुक्तं रूपम् अन्यदस्ति. सुहृद् इति शब्दस्य रूपाणि द्वितीयापर्यन्तं वक्तव्यानि. सुहृत् सुहृद् विकल्पेन सुहृद् सुहृद् सुहृद् सुहृदौ सुहृदः, सुहृदं सुहृदौ सुहृदः. अत्र सुहृदः इति पदस्य विभक्तिः का? द्वितीय बहुवचनम्. उत्तमं. तस्मिन् शब्दे सुहृदः इति पदं बहुवारम् आयास्यति. प्रथमा बहुवचनं सुहृदः, द्वितीया बहुवचनं सुहृदः, पञ्चमी एकवचनं सुहृदः, षष्ठी एकवचनमपि सुहृदः. किन्तु अत्र किमर्थं कर्मपदं सुहृदः इति? सुहृदः अर्जुनः कर्तृपदमस्ति. दृष्टवान् दृष्धातुः सकर्मकः. सकर्मः अस्ति चेत् अस्मिन् वाक्ये कति कर्मपदानि सन्ति? बहूनि कर्मपदानि सन्ति. यथा रोहिणी भगिन्या उक्तं, सरलवाक्यं किं? बहूनां बहु सर्वान् दृष्टवान्. अर्जुनः दृष्टवान्. किं दृष्टवान्? कान् दृष्टवान्? पितॄन्, पितामहो महान्, आचार्यान्, मातुलान्, भ्रातॄन्, पितॄन् पुत्रान्, पौत्रान्, सखीन्, श्वशुरान्, सुहृदः दृष्टवान्. उत्तमम्. सुहृद् इत्युक्ते शोभनं हृदयं यस्य सः, सुष्ठु हृदयं यस्य सः. हृदयम् इत्यस्मिन् स्थाने हृद् इति एकं पदमस्ति. सुष्ठु हृत् यस्य सः, अथवा शोभनं हृत् यस्य सः, सुहृद्. तत्र विपरीतार्थशब्दः अस्ति दुर्हृद्. सुहृद् इति एकं पदं, दुर्हृद् इति पदमपि अस्ति. अपि च सुहृदश्च इत्यत्र सन्धिकार्यमस्ति. गीताञ्जलिभगिनी स्मारयतु. सुहृदः च तत्र सुहृदः च, नो चेत् शोभा भगिनी स्मारयतु. सुहृदः योगः च, तत्र विसर्गः अस्ति दकारस्य अनन्तरं. तत्र भाटसूत्राणि वदनीयं चेत् तत्र च इति अस्ति परे, अतः परस्य इति सूत्रद्वयं तत्र. अतः परस्य विसर्जनीयस्य अति हसि च उत्वम् इति. परवर्णः चकारः अस्ति, चकारः खर्वर्णः, अतः क्षमता विसर्जनीयस्य सः खरि ककपपेतु विसर्गः इति तत् वदति तत्र. अस्तु, तत्र श्च इति कथं भवति इति प्रयत्नं करोमि भगिनि. विसर्जनीयस्य सः इत्यनेन तत्र सकारः आगच्छति किल, सुहृदस् इति भवति, साधु किल तावत्. अस्तु, तदनन्तरं सुहृदस् तत्र पदान्तसकारस्य ससजुषुरुः इत्यनेन रु आदेशः भवति. अस्माकं सौलभ्यार्थं लाघवम् आवश्यकं, तदर्थमेव केवलं भाट्टसूत्राणि उपयुज्य वक्तुमिच्छामश्चेत् प्रथमं भाट्टसूत्रम् अत्र कार्यं करोति. प्रथमं भाट्टसूत्रं भगिन्या उक्तमेव, विसर्जनीयस्य सह खरि काखापाप्येतु विसर्गः, तत्र सौलभ्यमस्ति भाट्टसूत्रेषु. तदर्थं तादृशचिन्तनं कुर्मः चेत् अस्माकं कृते स्पष्टता भवति. अत्र परवर्णः खर् वर्णः अस्ति, चकारः खर् प्रत्याहारस्थवर्णः, विसर्जनीयस्य इति कथनेन विसर्गस्य स्थाने इति अर्थः, सः इति कथनेन दन्त्यसकारः आदिष्टः भवति. कदा? खरीपरे. खर्वर्णः परः अस्ति चेत् विसर्गस्य स्थाने दन्त्यसकारः आयाति, तेन सुहृदस् इति रूपं सिध्यति. पश्चात् चकारः अस्ति, चकारस्य प्रभावेण तत्र स्थितस्य दन्त्यसकारस्य स्थाने तालव्यषकारः आयाति, दन्त्यसकारस्य स्थाने तालव्यषकारस्य आदेशः. तदर्थं सुहृदश्च इत्युक्ते अत्र केवलं सूत्रद्वयं, प्रथमं भाट्टसूत्रम् अपि च स्तोः स्चुनाश्चुः इति सूत्रेण स्चुत्वं भवति. रामः चलति, रामः चलति, वदतु. तत्रापि रामः चलति इति चकारः खर्वणः, अपि च तत्रापि प्रथमभाटसूत्रमेव कार्यं करोति. विसर्जनीयस्य सः खरि कख पफेतु विसर्गः इति, अतः तत्रापि सकारः एव. तदनन्तरं परवर्णः खर्वण, तदनन्तरं सकारः अस्ति अतः स्तोः इति भवति, परवर्णः चकारः चुना इति भवति, अतः तत्र स्चुः इति भवनीयम्. सकारस्य स्थाने शकारादेशः भवति, अतः रामश्च इति भवति, रामश्च इति भवति मेलनेन. उत्तमं. रामश्चलति, रामश्चलति, रामः च इति अस्ति चेत् रामश्च इति रूपं भवति, इत्युक्ते तालव्यशकारयुक्तं रूपं तत्र आयाति. प्रथमं भाट्टसूत्रम् अपि च स्तोःश्चुनाश्चुः. श्वशुरः इत्युक्ते कः? श्वशुरः, श्वशुरः इत्युक्ते पत्युः पिता इति, अथवा पत्न्याः पिता इति भवति. पत्युः पिता अथवा पत्न्याः पिता अपि भवितुमर्हति. दृष्टवान् इति रूपमस्ति खलु, तस्मिन् प्रसङ्गे वक्तुमिच्छति वा रूपसिद्धिः कथं भवति? प्रयत्नं करोमि भगिनि, सम्यक्तया न जानामि. तत्र दृश् इति धातुः, दृश् इति दृष्टवान्, तत्र तवतु प्रत्ययः भवति किल, दृश् योगः तवत्, दृश् तवत् इति भवति. किन्तु तत्र तत्रापि श्रुत्वं भवति, स्तोः ष्टुनाष्टुः इत्यनेन ष्टुत्वं भूत्वा शकारस्य तालव्यशकारस्य मूर्धन्यशकारः अपि च तकारस्य त वर्णः आदेशः भवति, अतः तत्र दृष्टवान् इति भवति इति मन्ये भगिनि. अष्टुत्वं भवति. तस्मात् पूर्वम् एकम् अन्यत् कार्यमपि अस्ति. सूर्यकुमारी भगिनी पूर्वकार्यं वक्तुमिच्छति वा? तत्र तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति चेदेव अष्टुत्वं भवितुं शक्नोति खलु? सत्यं सत्यं सत्यम्. आदेशे उपदेशे सः श्वः न. गोमती भगिनी किञ्चित् स्मारयतु. भगिनी उक्तवती न सृजि दृशोर्झल्यः छल्य इति सूत्रेण? न, दृशिर् इति मूलधातुः अस्ति, लौकिकधातुः दृश् अस्ति, तत्र तालव्यशकारः अस्ति, सः तालव्यशकारः मूर्धन्यशकारः भवति. केन सूत्रेण इत्युक्ते व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां शः छशाम् इति कथनेन तालव्यशकारान्तधातुषु इति अर्थः अस्ति. तेन विशिष्टसूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति. पश्चात् यथा शोभा भगिन्या उक्तं ष्टुत्वं, तत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेदेव स्तोः ष्टुनाष्टुः इति वक्तव्यमस्ति. सूत्रं तु ष्टुनाष्टुः. अत्र प्रातिपदिकं किम्? दृष्टवत्. रूपाणि त्रिषु लिङ्गेषु भवन्ति खलु? आं भगिनि. भगिनि तत्र एकः प्रश्नः, भवत् इति प्रातिपदिकम् अस्ति किल, तस्य भवान् भवति इति भवति, किन्तु भवत् इति नपुंसकलिङ्ग लिङ्गे अपि प्रयोगाः भवन्ति वा? कुत्रापि न दृष्टवती. न जाने, कोऽपि वदतु. अस्ति भवत् भवतां गोमति भगिनि, भवत्याः चिन्तनं किम्? न जानामि भगिनि. अस्तु साधु भगिनि. सूर्यकुमारी भगिनी दृष्टवान्, तस्य रूपाणि वदतु. दृष्टवान्, दृष्टवन्तौ, दृष्टवन्तः, दृष्टवन्तं, दृष्टवन्तौ, दृष्टवन्तः, दृष्टवतः, दृष्टवतः. द्वितीया बहुवचनं स्त्रीलिङ्गे वदतु. दृष्टवती, दृष्टवत्यौ, दृष्टवत्यः, दृष्टवतीं, दृष्टवत्यौ, दृष्टवत्यः, दृष्टवतीः. ओ क्षम्यतां, या दृष्टवतीः. नपुंसि वदतु. नपुंसकलिङ्गं दृष्टवती, दृष्टवन्ति. अस्तु, एकारः. जगत् शब्दस्य रूपाणि सन्ति खलु? हा भगिनि. तादृशरीत्या एव वक्तव्यानि. जगत् जगती, जगन्ति. जगत् जगती, जगन्ति. एवमेव दृष्टवत्, दृष्टवती, दृष्टवन्ति खलु? नपुंसकलिङ्गपदमस्ति इति कृत्वा द्वितीयविभक्तौ रूपं समानम्. अग्रे करोतु. उपस्थितान् तान् सर्वान् बन्धून् दृष्ट्वा अर्जुनः परमं विषादं प्राप्तवान्. बहूनि कर्मपदानि अस्ति. कर्मपदानि सन्ति. कर्मपदानि सन्ति. अर्जुनः कर्तृपदं प्राप्तवान्. कर्तार्थक तवतु प्रत्ययः. रूपं साधयतु. प्राप्तवान्, प्राप्तवत्, प्राप्तवान्, प्राप्तवन्तौ, प्राप्तवन्तः. रूपाणि उक्तवती, किन्तु प्राप्तवत् इति प्रातिपदिकं साधयतु. प्राप्त योगः तवत् प्रयोगः. गीताञ्जलि भगिनी वदतु. तत्र प्र उपसर्ग अस्ति. आप् धातु प्रयोगः आप् अपि च तवतु प्राप्तवान् इति प्राप्तवत् प्रातिपदिकं सः प्राप्तवान् इति. उत्तमम्. अत्र प्रा उपसर्गपूर्वकः आप् धातुतः. आप् धातोः रूपमेव आप्नोति खलु. आप्नोति इति रूपं कस्मिन् गणे अस्ति भगिनि? न न स्वादिगणे. स्वादिगणे तस्य रूपमेव आप्नोति, प्राप्नोति, अवाप्नोति इत्यादीनि रूपाणि तत्र उपसर्गपूर्वकरूपाणि सन्ति. स्वादिगणीयधातुः आप्नोति स्वादिभ्यः श्नुः इति सूत्रमस्ति. अस्मिन् वाक्ये कर्मपदानि कानि वदतु सूर्यकुमारी भगिनी. उपस्थितान् तान् सर्वान् बन्धून् बन्धून्. बन्धून् इति कर्मपदमस्ति. तस्य विशेषणानि अन्यानि खलु भगिनि. तान् बन्धून्, सर्वान् बन्धून्, उपस्थितान् बन्धून्. तत्र बन्धून् इति कर्मपदमस्ति. तस्य विशेषणानि तत्र उपस्थितान्. उपस्थितानि. उत्तमं. कर्मपदस्य विशेषणानि उपस्थितानि अत्र. बन्धु इति पदस्य रूपाणि वदतु. दीर्घ गुरुशब्दवत् भूमा भगिनी वदतु. बन्धु बन्धवः, बन्धुं बन्धु बन्धून्. बन्धुः बन्धु बन्धवः. बन्धवः भिन्नं पदं, बान्धवः भिन्नं पदं. बन्धुशब्दस्य बहुवचनरूपं बन्धवः, किन्तु बन्धु इति प्रातिपदिकात् तद्धितप्रत्ययान्तपदं नूतनं पदं सिद्ध्यति. तत्रूपमेव बान्धव. बान्धव इति पदं तद्धितप्रत्ययान्तपदमस्ति. तत्र प्रातिपदिकम् अकारान्तप्रातिपदिकं. रामशब्दवत् रूपाणि भवन्ति बान्धव इत्यत्र. अपि च दृष्ट्वा तद्रूपं साधनीयं. शुभदा भगिनी, दृष्ट्वा इति रूपं कथं साधनीयम्? दृश् योगः त्वान्तप्रत्ययः अस्ति तत्र, दृश् योगः त्वा, तत्र पुनः एकवारं व्रश्च भ्रश्च सृज मृज यज राज भ्राजच्छ शांशः इत्यनेन शकारस्य तालव्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति, अतः दृश् योगः त्वा, तत्र ष्टुत्वं भूत्वा स्तुः न स्तुः न ष्टुत्वं ष्टुनाष्टुः इत्यनेन ष्टुनाष्टुः इत्यनेन तत्र तकारस्य स्थाने मूर्धन्यटकारः आगच्छति, अतः दृश् योगः त्वा तत्र वर्णमेलनं भूत्वा दृष्ट्वा इति सिद्ध्यते. उत्तमं, तदेव. विषादः इति पदमस्ति, परमं विषादं. विषादः इति कीदृशं पदं कोऽपि वदतु? शोपदेशधातुः एकः धातुः, षद्लु इति धातुः अस्ति. शोपदेशधातुः अस्ति इति कारणतः धात्वादेः शः सः इति सूत्रेण षकारस्य स्थाने दन्तसकारः आयाति, तेन तस्य धातोः लौकिकरूपं सद् अस्ति. विषीदति इति लट्लकाररूपं. गीतायाम् एकं पदमस्ति विषीदन्तम् अर्जुनम् इति सत्रन्तरूपं तत्र दत्तमस्ति. सद् धातोः घञ् प्रत्ययान्तरूपमेव सादः, किन्तु अत्र विषादः इति पुंलिङ्गपदमस्ति. विषादः इति घञ् प्रत्ययान्तरूपमस्ति, किन्तु भवन्तः सर्वे श्रुतवन्तः एव विषण्ण विषण्णवदनं, विषण्ण इति पदमस्ति, कटाप्रत्ययान्तरूपमस्ति. सद् धातोः रूपं सन्न कृतान्तरूपं, मूर्धन्यषकारः अस्ति इति कारणतः तत्र णत्वं भूत्वा विषण्ण इति रूपं भवति. सद् धातुतः सन्न इति रूपं कथं भवति इति प्रश्ने सति तत्र एकं सूत्रमस्ति. दकारान्तधातुः अस्ति चेत् निष्ठातकारस्य नकारादेशः भवति, इत्युक्ते तत्र दकारस्य नकारः भवति इति कृत्वा विषण्ण इति पदं, विषण्ण इति कृताप्रत्ययान्तरूपम्. अर्जुनः किं प्राप्तवान्? परमं विषादं प्राप्तवान्. अग्रे गन्तव्यं. केतकी भगिनी, भवती पठितुमिच्छति वा अत्र किं लिखितं? भगिनी अहं शृणोमि. चिन्ता मास्तु. शोभा भगिनी अग्रे पठतु. सः कृष्ण, एते सर्वे मम बान्धवाः, एतान् अहं मारयितुं न इच्छामि, अहं युद्धं न करोमि इति उक्त्वा बाणं धनुः च विसृज्य रथे उपविष्टवान्. तत्र सः, तत्र कृष्ण इति सम्बोधनरूपं, विसर्गरहितरूपं. एते सर्वे मम बान्धवाः, तत्र एते सर्वे तत्र विशेषम् एते बान्धवाः इति भवति, एते सर्वे मम बान्धवाः. अस्तु, तत्र सर्वे इति विशेषणमेव भवति किल भगिनी, तत्र एते सर्वे, सर्वे एते मम बान्धवाः. सर्वनामपदानि अपि विशेषणानि इव कार्यं कुर्वन्ति. अपि च तत्र बान्धवाः इति भवती उक्तवती, बन्धवः इति एकं पदम् अस्ति बन्धुः इत्यस्य, बान्धवाः इति तत्र तद्धितरूपम् अस्ति इति, किन्तु अर्थः समानमेव इति मन्ये. अपि च तत्र एतान् अहं मारयितुं न इच्छामि इति, तत्र एतान् इति एषः शब्दस्य द्विवचने, क्षम्यतां बहुवचने, एतान् इति कर्मपदं भवति. तुमुन् अस्ति इति कृत्वा कर्मपदं, तत् प्रत्ययः कर्मपदं स्वीकरोति. मारयितुं मृधातुः तत्र, तत्र मृधातुः अपि च तुमुन् प्रत्ययः अस्ति. मार इति भवति चेत् तत्र णिच् इत्यनेन भवति इति मन्ये, तत्र मृयोगः णिच् भवति चेत् अचोण्णिति इत्यनेन मार इति भवति, मार् इति भवति. अनन्तरं मारि इति किं निजन्तधातुः भूत्वा मारयितुम् इति भवति इति मन्ये भगिनि. किञ्चित् वदामि, अत्र धातुः मृञ् मृञ् इति कथनेन ञकारः इति संज्ञकः, ञकारः इति संज्ञकः चेत् किं भवति? आत्मनेपदी भवति. उत्तमं, तत्र रूपं म्रियते अस्ति. म्रियते इति अणिजन्त लट्लकाररूपं, किन्तु अत्र णिच् इति प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. नूतनधातुः कः अत्र? तत्र मृ इत्यस्य गुणः एक ओ अचु अस्तु तत्र द्वे कार्यद्वयं भवितुम् अर्हति. गुणः भवति वृद्धिः भवति मार् इति मार् इति अस्ति तत्र वृद्धिः अचुण् इत्यनेन वृद्धिः भवति. अस्तु मृ इति अजन्तधातुः अतः तत्र वृद्धिः भवति अचुण् इति इत्यनेन अतः मार् इति भवति. मार् योगः ई कुतः आगतः? तत्र इडागमस्य ई इडागमस्य ई नास्ति णिच् इत्यस्मात् आगतं खलु. आम् आम् आम् गोमति भगिनी स्मारयतु रूपसिद्धिः कथं भवति मारयितुं. मृ इति धातु अनुबन्धनिष्कासनानन्तरं मृ अस्ति. मृ योग णिच् प्रेरणार्थे णिच् ऋकारान्त अजन्तधातुः अनन्तरं णित् अस्ति णित् प्रत्ययः अस्ति यदा शोभा भगिनी उक्तवती अजो णिति इति सूत्रेण ऋकारस्य वृद्धिः भूत्वा आर् उरण्ड्रपरः अपि आर् भवति मार् इति वृद्धिः भूत्वा रूपं मार् योग इ णिच् प्रत्ययस्य चुटु सूत्रेण नकारस्य इत्संज्ञा चकारस्य हलन्त्यं सूत्रेण इत्संज्ञा केवलम् इ एव तिष्ठति. मारि इति नूतनधातुः मारि योग शप् गुणः भूत्वा मारे योग आ एचुवयवायावः मारय इति मारयति इति लट् रूपं मारयति मारयति म्रियते इति अणिजन्तरूपमस्ति किन्तु अत्र मारयितुम् इति लिखितमस्ति तुमुन्नन्तं वदतु. तुमुनन्तरं तुमुन्तरम् अत्र मारि इति धातुः मारि योगः तुमुन् तुमुन् मारि योगः तुमुन् तुमुन् इति आर्थधातुकप्रत्ययः प्रत्ययः अस्ति. पूर्वम् इकारान्त इगन्धधातुः तत्र गुणः भवितुम् अर्हसि गुणः भवति सार्वधातुकार्थधातुकयोः इति मारये. तत्र चिन्तनं कथं भवेत् मारि इत्यस्मात् अयादेशः भवति अयादेशः भवति पश्चात् इडागमः अपि भवति खलु. मारि इडागमः भवति वा तदहं न जानामि. आर्धधातुककृत् प्रत्ययानां प्रसङ्गे इडागमचिन्तनम् अवश्यं करणीयम्. आर्धधातुकप्रत्ययः अस्ति इति कारणतः इडागमचिन्तनं भवति. आर्धधातुकशेडवलादेः सूत्रम् अनन्तरं नेड् वशीकृति अपि एतत् तु तुमुन् तुमुन् अस्ति तुमुन् वश् प्रत्ययः नास्ति अतः अत्र इडागमः भवति. धातुः मारि इडनुकूलः वा इडनुकूलः अनेकाचित् धातुः अनेकाचाम् अस्ति भगिनि. आम् आम् अनेकाच् अस्ति इडन् इडनुकूलः धातुः अतः पूर्वमेव मारि एव अस्ति अत्र मारि योग इ योग तुमुन् इत्तुम् इत्तुम् मारि योग इत्तुम् मारे योग इत्तुम् मारे योग इत्तुम् इति भवति. अनन्तरं एचोयवायावः कार्यं करोति एचोयवः कार्यं करोति लिखित्वा वदामि मारे मारे योग इ अस्ति मारयि मारयि तुं मारयितुम् इति भवति भगिनि. उत्तमम् उत्तमम् शोभा भगिनी भवती अपि पुनः वक्तुमिच्छति वा प्रथमतया वा आरम्भतः भवती यदवगतवती तद्वदतु. मृ इति धातुः तत्र मृ इति मृ इति णित् णित् इति भूत्वा मृ इति एव तिष्ठति णकारसन्नित् भूत्वा मृ धातुतः णिच् इति योजनेन तत्र ऋकारान्तधातुः अतः अचोण्णिति इत्यनेन तत्र ऋकारस्य वृद्धिः भूत्वा आर् इति भवति अपि च मार् इति अधुना धातुः तस्य योगे णिच् इति प्रत्ययः भवति चेत् तत्र णिच् इत्यस्य चकारस्य नकारस्य लोपानन्तरम् इ एव तिष्ठति, तत्र मारी इति भवति. अपि च मारी इति निजन्तधातुः, मारी इत्यस्य योगे विकरणशप् प्रत्ययस्य योजनेन मारया इति भवति. तत्र मारी इत्यस्य शप् शप् इत्यस्य शकारपकारयोः लोपानन्तरम् अकारः एव तिष्ठति. अपि च मारी इत्यस्य गुणः भूत्वा मारे इति भवति. ए अधुना ए कारः अस्ति इति कृत्वा तत्र एच् ओ एवाय अवः इत्यस्य प्रसक्तिः अपि प्राप्तिः. ए इत्यस्य ऐ इति भवति मारै इति. मारै योगः शप् इत्यस्य अकारः तयोः मेलनेन मारया मारया इति भवति. मारयति इति लट्लकाररूपं तु साधु एव, अन्ते तिप् इति प्रत्यात् ति आयाति, किन्तु अत्र मारयितुम् इत्यत्र तत्र मारयितुं तत्र मारया योगः भवति भिन्नरीत्या उक्तवती भगिनी. अत्र नूतनधातुं स्वीकरोतु, नूतनधातुः मारि. मारि मारि योगः तुमुन् भवति अधुना किल. मारि योगः तुमुन् भवति चेत् तत्र पुनः तुमुन् इति आर्धधातुकप्रत्ययः, आर्धधातुकप्रत्ययः अस्ति इति कृत्वा तत्र क्षम्यतां, प्रथमतया तुमुन् इत्यस्य नकारः लोपः हलन्त्यम् इत्यनेन, अपि च उकारद्वयोः उच्चारणार्थे इति कृत्वा तस्य लोपः, तयोः लोपः, क्षम्यतां मकारस्य अनुनासिक उकारः अस्ति इति कृत्वा तस्य अपि उपदेशे जनुनासिक इत्यनेन इत् भूत्वा लोपः अपि भवति. तुम् एव तिष्ठति तत्र. मारियोगः तुम् अधुना मारी योगः तुम् इस् तुम् इति आर्धधातुकप्रत्ययः. तत्र आर्धधातुक सार्वधातुक आर्धधातुकयोः इत्यनेन मारी इत्यस्य तत्र इगन्तधातुः तस्य ईकोर्णस्य गुणः भवति, मारे इति भवति. तत्र पुनः मारे इति इत्यस्य ऐ भवति एच् ओ एव यावः इत्यनेन मारया इति भवति. तदनन्तरं तत्र तुमुन् अस्ति चेत् तत्र तस्य इडागमः प्रसक्तिः अस्ति. आदौ तकारः अस्ति, तकारः वल् प्रत्याहारस्य वर्णः, अपि च वश् अपि नास्ति. अतः तत्र अर्धधातुकस्य इट् वलादेः इत्यस्य किं तत्र निमित्तानि पूरितानि, वश् नास्ति इति अपि निमित्तं पूरितानि. वश् प्रत्याहारस्थवर्णः नास्ति, अतः तत्र इडागमस्य चिन्तनं भवति. अतः तत्र मारय योगः इट् आगमः, इट् इत्यस्य टित् भवति, इ एव तिष्ठति. तत्र टित् भवति इति कृत्वा प्रत्ययस्य आदौ आयाति, आद्यन्तौ टकितौ इति सूत्रेण मारय योगः इ योगः तुमुन् भगिनी. मारय इति रूपं नास्ति, मारै मारै, क्षम्यतां मारै मारै इति. अपि च तुम् इत्यस्य आदौ आयाति इडागमः, प्रत्ययस्य इडागमः आगमः इति कृत्वा मारय योगः इ तुम् मारयितुम् इति भवति. क्षम्यतां मारै योगः इ मारयि तुम् मारयितुम्. उत्तमं, साधु भगिनि, साधु उक्तवती. मारयितुं तुम् अनन्तं रूपम् अस्ति. मारयितुं न इच्छामि, अहं युद्धं न करोमि. युद्धम् इत्यस्य विभक्तिः का? तत्र क्रूधातुः करोमि इति तत्र सकर्मकधातुः, युद्धम् इति तत्र द्वितीयविभक्तौ कर्मपदं भवति. उत्तमं, युद्धः युद्धं, युद्धं नपुंसकलिङ्गपदमेव, किन्तु युद्धं युद्धे युद्धानि, किन्तु अत्र कर्मपदमस्ति क्रूधातोः कारणेन. उक्त्वा, उक्त्वा इति रूपं साधयितुं उक्त्वा प्रयत्नं करोमि भगिनि. तत्र वच् धातुः, वच् योगः त्वा इति. वच् इत्यस्य तत्र त्वा इति अर्धधातुकप्रत्ययः, परे चोः कुः इति भवति तत्र सूत्रं. चोः कुः इत्यनेन चकारस्य स्थाने ककारादेशः, अपि च वच् इत्यस्य वकारस्य स्थाने उकारादेशः सम्प्रसारणं तत्र सूत्रं. वचिस्वपि वचि स्वपि यजादीनां अधुना लिखितवती अस्तु तेन सूत्रेण वच् इति अन्तिमरूपं निष्पन्नं वक् उक् इति अन्तिमरूपम् अधुना उक् योगः त्वा इति भवति त्वा तत्र उक् त्वा इति एव वर्णमेलनेन तिष्ठति उत्तमं तत्र धातुः वच् अस्ति आदौ सम्प्रसारणकार्यं भूत्वा वच् उच् भवति पश्चात् चकारस्य स्थाने चोहकुः इत्यनेन ककारः आयाति उक् भवति उक् योगः त्वा उक्त्वा इति रूपम् अत्र बाणं धनुः इति पदद्वयं दत्तमस्ति तयोः विभक्तिः का बाणम् इति तु अस्तु तत्र इति उक्त्वा बाणं धनुः च विसृज्य तत्र द्वितीयविभक्तौ द्वे अपि बाणः इति प्रथमविभक्तौ तस्य द्वितीय बाणम् इति भवति अपि च धनुः च तत्र तदपि द्वितीय भवनीयं तत्र धनुः धनुष् इति अस्ति धनुष् इति अस्ति इति कृत्वा तत्र धनुः धनुष् अस्ति चेत् तत्र धनुः इति द्वितीयविभक्तौ कर्मपदम् अस्ति इति इति तु अस्ति उत्तमं केन कारणेन तयोः द्वितीयविभक्तिः भवति तत्र विसृज्य इति लेबन्तपदं लेबन्तपदं कर्मपदं स्वीकरोति लेबन्त प्रत्ययः उत्तमं लेबन्तरूपं कर्मपदं स्वीकरोति अतः बाणः इति पदस्य द्वितीयान्तं बाणं भवति धनुः इत्यत्र प्रातिपदिकं धनुष् रूपाणि वक्तुमिच्छति वा धनुः धनु विस्मरामि भगिनि तत्र चिन्ता मास्तु धनुः धनुषि धनोंषि धनुषि धनुम् अस्तु नपुंसकलिङ्गपदं शकारान्त नपुंसकलिङ्गपदं प्रातिपदिकं धनुष् तदर्थं रूपाणि धनुः धनुषि धनोंषि धनुः धनुषि धनोंषि नपुंसकलिङ्गपदमस्ति इति कृत्वा रूपाणि प्रथमाविभक्तौ द्वितीयाविभक्तौ समानानि भवन्ति अत्र विसृज्य इति पदमस्ति खलु उत्सृज्य उत्सृज्य इत्यत्र किं रूपमस्ति हा तत्र सृज्य इति धातुः विसर्जने भवति विसृज्य इत्युक्ते विसृज्य एव तत्र विसर्जनं कृत्वा किमपि कार्यम् अथवा वस्तुम् उत्सृज्य इत्युक्ते उत्सर्जने तदेव मम आशयः कः इत्युक्ते अस्मिन् पुटे अस्मिन् वाक्ये वि उपसर्गपूर्वकः सृज् धातुतः ल्यप् योजनेन विसृज्य इति रूपं सिद्धम् उत्सृज्य इत्यत्र उत् उपसर्गपूर्वकः सृज् धातुतः ल्यप् प्रत्ययस्य योजनेन एवमेव संसृज्य इमानि पदानि प्रसिद्धानि विसृज्य उत्सृज्य संसृज्य विसर्जनं कृत्वा तस्य त्यक्त्वा त्यक्त्वा तदेव उपविष्टवान् वदतु उप इति उपविशति इत्यस्य उपविष्टवान् तवतु रूपं तत्र उप इति उपसर्गः विश् इति धातुः तत्र विश् योगः तवतु प्रत्ययः तत्रापि अस्तु तत्र अधुना भवती उक्तवती तालव्यशकारस्य मूर्धन्यशकारः कथम् आगच्छति इति सूत्रं पश् अस्तु अस्तु तत् सूत्रं मम पुरतः अधुना नास्ति भगिनि किन्तु तेन सूत्रेण तत्र मूर्धन्यशकारः भवति अधुना विश् इति मूर्धन्यशकारः योगः तवतु अपि च तत्र अन्यत् किमपि नास्ति विश् विश् तवत् इति प्रथमं भवति किन्तु तत्र मूर्धन्यशकारः अस्ति इति कृत्वा ष्टुनाष्टुः इति सूत्रेण तकारस्य टकारः भवति अतः विष्टवत् इति किं प्रातिपदिकम् उप इति उपसर्गस्य योजनेन उपविष्टवत् इति भवति पुंलिङ्गे उपविष्टवान् इति भवति नपुंसकलिङ्गे नपुंसकलिङ्गे उपविष्टवत् एव तिष्ठति अपि च उपविष्टवती इति स्त्रीलिङ्गे भवति उत्तमम् अत्र उपविशति इति अणिजन्तरूपमस्ति किन्तु अणिजन्तरूपं वक्तुमिच्छामश्चेत् विश् उपविशत् अस्तु तत्र विश् योगः णिच् विषयि इति उपविशयति इति भवति वा उत्तमम् उपवेशयति उपवेशयति गुणः अपि भवति इकारः तत्र उपधायां ह्रस्व इकारः गुणः अपि भवति उपवेशयति विश् धातोः प्रसङ्गे ज्ञातव्यः अंशः कः विष् धातुः सकर्मकः एव गृहं प्रविशति इत्यत्र कर्मपदं सम्भवति किन्तु उपविशति अकर्मकप्रयोगः इत्युक्ते कुत्र उपविशति इत्युक्ते गृहे उपविशति इत्युक्ते सप्तम्यन्तं रूपमेव तत्र आयाति किमर्थं चेत् उपविशति इत्यत्र अकर्मकप्रयोगः अस्ति कक्षायाम् उपविशति अथवा गृहे उपविशति एवं सप्तमी विभक्त्यन्तं पदमेव तत्र वक्तव्यमस्ति अपि च गीतायां बहुषु वाक्येषु विश् धातोः रूपाणि सन्ति क्षीणे पुण्ये मर्त्यलोकं विशन्ति इति वाक्यमस्ति मर्त्यलोकं विशन्ति इति उक्तमस्ति इत्युक्ते तत्र विश् धातुः सकर्मकः अस्ति इति कारणतः लोकः इति पदस्य द्वितीयान्तं रूपं मर्त्यलोकम् इति भवति भवन्तः सर्वे श्रुतवन्तः एव शिवानन्दलहर्याम् एकः श्लोकः अस्ति गभीरे कासारे विशति विजने इति एकः श्लोकः अस्ति बहु उत्तमः श्लोकः सर्वे पश्यन्तु भगिनी एकवारं वदतु प्रा उपसर्गस्य योजनेन किं रूपं सिध्यति प्रविष्टवान् इति भवति उपयोजनेन उपविष्टवान् संयोगः आयोगः उपविष्टवान् संयोगः आयोगः उप आ उ इत्यस्य समो इति भवति समोपविष्टवान् इति भवति संयोगः आयोगः समाविष्टवान् समाविष्टवान् सम् उपसर्गपूर्वकः नि उपसर्गपूर्वकः विष्टवान् निविष्टवान् निविष्टवान् संनिविष्टवान् भवति तत्र सन्धिकार्यं करणीयम् नि इति उक्तवती किल लिखतु तत्र सम् एकः उपसर्गः अस्ति नि इति अन्यः उपसर्गः अस्ति अपि च विष्टवान् इदानीम् अत्र सन्धिकार्यं कृत्वा अन्तिमं रूपं कथं सिध्यति इति चिन्तनीयम् संयोगः नि अपि च विष्टवान् तत्र गुणाः भवन्ति वा तत्र संयोगः नि तत्र हलन्त अस्ति सम् नि इति भवति क्षमतां तत्र यरोनु नासिकेनु नासिको वा तत्र परसवर्णादेशं कृत्वा रूपं सिध्यति सन्निविष्टवान् स्मृतवती सत्यं तत्र अनुस्वारस्य न तत्र पदम् अस्ति सम् इति पदम् अस्ति इति कृत्वा सम् अनुस्वारः प्रथमम् आगच्छति तदनन्तरमपि पदमेव तिष्ठति अतः तत्र अधुना न स्मरामि वा पदान्तस्य भवति वा अनुस्वारस्य ययि सवर्णः एव भवति तत्र सन् योगः नि सन्निविष्टवान् इति भवति सन्निविष्टवान् इति रूपं सिध्यति तत्र सन्धिकार्यं करणीयम् अपि च अभियोगः नि योगः विष्टवान् अभिनिविष्टवान् आहत्य उपसर्गभेदेन इमानि रूपाणि सिध्यन्ति इति एका वार्ता वयं सर्वे मिलित्वा उत्तमरीत्या चिन्तनं कृतवन्तः कथायाः अवशिष्टभागः अस्ति किन्तु कालातीतः अभवत् तदर्थम् अत्र स्थगयाम सर्वेषां कृते धन्यवादाः धन्यवादः धन्यवादः भगिनी